नमस्ते सर्वेभ्यः. अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्. विषयः अस्ति अदादिगणे अजन्तदातवः इति विषयः. तर्हि लक्ष्मीभगिनी किञ्चित् सारांशरूपेण वदति वा अत्र किं किम् अस्ति इति? प्रयत्नं करिष्यामि भगिनि. अदादिगणे अजन्तदातवः इति अस्माकम् अवधानमस्ति. अत्र अदादिगणे द्विसप्ततिः धातवः सन्ति. अदादिगणः अनदन्तम् अङ्गेषु अन्यतमः अस्ति, यतोहि अत्र शप् विकरणप्रत्ययस्य लोपः जायते अदिप्रवृत्तिभ्यः शपः इत्यनेन. तर्हि धातोः अन्तिमवर्णस्य आधारेण अनदन्तम् इति निर्णयः क्रियते, यतोहि अत्र अत् अन्ते अदन्तमङ्गं नास्ति, अकारः धातुः अन्ते नास्ति, कोऽपि तादृशधातुः अस्मिन् गणे नास्ति इति कारणात् अनुदन्तमङ्गे एव अदादिगणः स्थापितः. तर्हि अस्मिन् गणे प्रत्ययलोपे प्रत्ययलक्षणम् इत्यस्य प्रसक्तिः अस्ति, तथापि न लुमताङ्गस्य इति सूत्रेण अङ्गकार्यं न भवति. लुक् शपः लुक् भवति इति कारणात् न लुमताङ्गस्य इत्यनेन अङ्गकार्यं न भवति इति वैशिष्ट्यमस्ति. तर्हि तत्र परं शपं निमित्तीकृत्य न भवति इति खलु? शपं निमित्तीकृत्य इति नास्ति, प्रत्ययनिमित्तीकृत्य अङ्गकार्यं न भवति. प्रत्ययः कः? तिङन्तप्रत्ययः. न न तथा नास्ति, तथा नास्ति. तिङ्प्रत्ययं निमित्तीकृत्य न भवति इति न. शपं सप्रत्ययः सप्रत्ययस्य एव लुक् जातः खलु, तं निमित्तीकृत्य न भवति. समीचीनं, क्षम्यतां भगिनि. शपं निमित्तीकृत्य शप् निमित्तीकृत्य कोऽपि अङ्गकार्यं न भवति इति अस्ति. अत्र अस्मिन् करपत्रे अकारान्तधातवः उक्ताः. अकारान्तधातुषु पञ्चदशधातवः. अत्र किं वैशिष्ट्यमिति चेत् ज्यूस् आदेशः भवति लङ् लकारे आकारान्तधातूनां कृते एव, लङः शाकटायनस्यैव लङः शाकटायनस्यैव इति सूत्रेण. ततः परम् उस्यपदान्तात् इति सूत्रेण पूर्वपरयोः पररूपमेव तिष्ठति इति उस्यपदान्तात् इति सूत्रमपि अस्माभिः पठितम्. ततः परम् अस्मिन् आकारान्तधातुषु दरिद्रा इति धातुः अस्ति, तस्मिन् कृते अपि इतोपि विशिष्टकार्याणि भवन्ति, यतोहि अस्य धातोः अभ्यस्तसंज्ञा लभते जक्षित्यादयः षट् इति सूत्रेण. तर्हि अभ्यस्तकार्याणि यानि भवन्ति तानि कार्याणि दरिद्रधातोः अपि भवति इति विशिष्टकार्यमस्ति. तर्हि अदभ्यस्तात् इति एकं सूत्रं अनेन सूत्रेण अभ्यस्तसंज्ञकः धातोः आदिमवर्णस्य चकारस्य स्थाने अत् आदेशः धातूत्तरस्य प्रत्ययस्य चकारस्य स्थाने अत् आदेशः भवति. तर्हि लटि लोटि लकारे अन्ति अन्तु इत्यत्र अति अतु इति क्रमेण भवति अदभ्यस्तात् इति सूत्रेण. अपि च लङ् लकारे अभ्यस्तसंज्ञकः धातोः झेर् झेः ज्युस् भवति सिजभ्यस्तविधिभ्यश्च इति सूत्रेण. तदपि लङ्लकर अभ्यस्तसंज्ञकानां झेर् झेः ज्युस् इति आदेशः भवति इति वैशिष्ट्यमस्ति अभ्यस्तधातूनां. तर्हि दरिद्रधातोः अदभ्यस्तात् सिजभ्यस्तविधिभ्यश्च अनयोः कार्यं स्यात्. अपि च तृतीयं सूत्रमस्ति इद्दरिद्रस्य इति सूत्रेण दरिद्रधातोः कृते एव इदं सूत्रं विरचितं. तर्हि दरिद्रधातोः आकारस्य स्थाने इकार आदेशः ह्रस्व इकारादेशः भवति इति इदं सूत्रं वदति. तस्य निमित्तमस्ति हलादि कितिङ् इति सार्वधातुके प्रत्यये परे. तर्हि अनेन सूत्रेण दरिद्रितः दरिद्रिवः इति रूपं सिद्ध्यते. वस्तुतः श्नाभ्यस्तयोरातः इति सूत्रेण अकारान्त श्ना प्रत्ययस्य अपि च अभ्यस्तसंज्ञकधातोः अकारस्य लोपः कितिङिति अजादिप्रत्यये परे भवति. तत् प्रभाद्य ईहल्यगोः इति सूत्रेण हलादि अपित् प्रत्यये परे अकारस्य ईकारादेशः भवति स्म. इदं सूत्रमपि प्रभाद्य इद्दरिद्रस्य इति सूत्रेण दरिद्रधातोः ह्रस्व इकारादेशः आकारस्य स्थाने हलादि अपित् परे कितिङ् इति प्रत्यये परे भवति इति तु वैशिष्ट्यमस्ति. ततः परम् इकारान्धधातवः ईकारान्धधातवः इति द्वितीयगणः. तत्र सप्तधातवः सन्ति. तेषु इन्गतौ इति धातोः कृते अस्माभिः पठितम्. इन्गतौ धातोः कृते किं वैशिष्ट्यम् इति चेत् इन् इति इगन्तः धातुः अस्ति. तर्हि अजादिप्रत्यये परे अत्र इकोयणचि इति सूत्रस्य प्रसक्तिः अस्ति. सार्वधातुकार्धधातुकयोः इत्यनेन इत्यस्य प्रसक्तिः अपि अस्ति. गुणकार्यस्य प्रसक्तिः अस्ति. सामान्यतया इकोयणचि प्रभाद्य सार्वधातुकार्धधातुकयोः इति सूत्रं प्रवर्तते. परत्वात् किन्तु अजादिप्रत्यये परे अचिष्णुधातुपूर्वाम् इवोरियङ् उवङौ इत्यस्यापि प्रसक्तिः अस्ति. तर्हि यत्र अपित् सार्वधातुकप्रत्ययः अस्ति नितिच इत्यनेन गुणनिषेधः यथा भवति तत्र अचिष्णुधातुपूर्वाम् इवोरियङ् उवङौ इत्यनेन इयङ् आदेशः भवति स्म. किन्तु अस्मिन् प्रसङ्गे इन् धातोः कृते इणो यण् इति विशिष्टसूत्रेण इन् धातोः इकारस्य स्थाने यण आदेशः भवति अजादिप्रत्यये परे इति तु अपवादेन चिष्णुधातुपूर्वाङ् इवोरियङ् उवङौ इति सूत्रस्य अपवादभूतसूत्ररूपेण इणो यन् प्रवर्तते. तर्हि अनेन सूत्रेण यन्ति एति इतः यन्ति यकारः यण आदेशः भूत्वा यन्ति इति रूपं सिद्ध्यते. ततः परं अस्मिन् अत्रैव एकः प्रश्नः जातः यत् लङ्लकारे यत्र आडजादीनाम् इति सूत्रेण आडागमः भवति अत्र आडजादीनाम् इत्यनेन आडागमः प्रथमं स्यात् वा इनोयन् इत्यनेन यणादेशः प्रथमं स्यात् वा इति प्रश्नः जातः. तर्हि अत्र उत्तरं लब्धं यत् लावस्थायामेव अट्टित अथवा आट् आगमः भवति अतः प्रथमं तस्यैव कार्यं स्यात्. अतः प्रथमम् अडागमः अथवा आड् आगमः आनीतः ततः परं इनोयन् इत्यस्य कार्यं स्यात्. किन्तु तत्र वर्णकार्यस्य विषयः क्रमेण एव भवति अथवा अन्यसूत्राणां कार्याणि तु क्रमेण सूत्रबलात् एव भवति इति अपि स्मर्तव्यम्. यतोहि लङ्लकारः यथा विधीयते इन् धातोः परे तत्र आडजादीना इत्यनेन आडागमः स्यात्. तर्हि आयोग ईयोग लङ् इत्यत्र प्रथममेव अत्र वृद्धिकार्यम् आटस्य इत्यनेन न क्रियते. अत्र आयोग ईयोग लङ् लकार लङ् इत्यस्य तिबादेशः भूत्वा अन्तादेशः अपि भूत्वा अन् इति प्रत्ययः यथा लभ्यते आयोग ईयोग अन् इति स्यात्. ततः परं पुनः क्रमेण चिन्तनीयं किं सूत्रं प्रथमं कार्यं करोति इति. अत्र एव अस्माकं चर्चा जाता आसीत् गते सप्ताहे. आटश्च इत्यस्य आटश्च इनोयन् द्वयोः अपि प्रसक्तिः अस्ति इति विषये. प्रतिपदोक्तस्य विषयम् अत्र उक्तमासीत्। तर्हि अत्र आटश्च इति प्रथमं करोति वा इणोयन् इति सूत्रं प्रथमं स्यात् वा इति प्रश्ने, इणोयन् इति सूत्रे इन् धातोः प्रतिपदोक्तत्वात् बलम् अधिकम् अस्ति इति कारणतः इणोयन् इति सूत्रमेव प्रथमं कार्यं करोति। आयोग ईयोग अन् इत्यत्र इणोयन् कृत्वा इकारस्य यण आदेशः कृत्वा आयोग यायोग अन् यु यकारयोग अन् इति कृत्वा आटश्य इति ततः परं कार्यं करोति, तदा आयन् इति रूपं लभते इति अस्माभिः चर्चितं गते सप्ताहे। बहु सम्यक् भगिनि, सम्यक् सम्यक्, समीचीनतया उक्तवती। तर्हि इदानीं ततः अग्रे गन्तव्यं खलु? समीचीनं समीचीनम्, एकक्षणम्। इत्युक्ते अत्र अत्र आटश्च इनोयन् इति द्वयोः प्रसक्तिः इति ततः आरभ्य पठामः। आयोगः ईयोगः अन् इति स्थितौ इनोयन् इत्यस्य प्रसक्तिः, आटश्च इत्यस्य अपि प्रसक्तिः, ततः आरभ्य एकवारं पठामः। तर्हि किं सरस्वती भगिनी पठति वा? नमस्ते भगिनी, परन्तु कुतः तत् न प्राप्तवती अहम्? अत्र प्रश्न उदेति ततः वा? न, ईयोगः लङ् लकारः इति अस्ति खलु आडाजादीनां, ततः अग्रे अनन्तरं यथा अत्र आटश्च इणोयन् तस्य अस्तु। तर्हि अत्र आटश्च इणोयन् च द्वयोः प्रसक्तिः, आटश्च इत्यनेन आडगमात् अचीपरे पूर्वपरयोः वृद्धिरेकादेशो भवति। इनोयन् इत्यनेन इण् धातोः यण् आदेशः भवति अजादिप्रत्ययपरे। तर्हि आटश्च तथा इनोयन् द्वयोः अपि प्रसक्तिः भवति। आटश्च किं करोति इत्युक्ते आड् अगमः आडजादीनाम् इत्यनेन आड् आगमः अभवत्, अतः अचिपरे वृद्धिः एकादेशः भवति पूर्वपरयोः। इणोयन् इत्यनेन इन्धातु यण् आदेशः भवति। यथा पूर्वम् अत्रापि तुल्यबल्यविरोधः नास्ति यतोहि कार्यस्थलं भिन्नम्। तर्हि आडजादि आटश्च पूर्णतया पठामि प्रथमम्। आटश्च इत्यस्य आ योग ई इति स्थलम्, इणोयण् इत्यस्य ई योग अन् इति स्थलम्। ध्येयं यत् समानस्थले कार्यं न जायमानं, समानकाले किन्तु समानस्थले न। अतः अन्यत्रान्यत्र लब्धावकाशयोः एकत्र प्राप्तिः तुल्यबलविरोधः इत्यनेन तुल्यबलविरोधः न भवति। अपि च समानस्थल अभावात् अपवादस्य प्रश्नः न उदेति। कार्यस्थलं समानं नास्ति चेत् अपवादस्य अवकाशः नास्ति। तदर्थं न तुल्यबलविरोधः न वा अपवादभूतत्वं। तर्हि अत्र पूर्वपरनित्यान्तरङ्ग अपवादानाम् उत्तरोत्तरं बलीयः इति परिभाषया साक्षात् निर्णयः कर्तुं न शक्यते। अस्तु, तर्हि इदानीम् आडजादीनाम् इत्यनेन सूत्रेण आयोग ई एतावत्पर्यन्तं योग अन् अस्ति। इदानीं यदि आटश्च कार्यं करोति तदा आयोग ई अत्र कार्यं करोति। इनोयण् ई योग अन् अत्र इकारस्य स्थाने य आगच्छति, एवम् इण् योग इणस्थाने यण् आगच्छति। तर्हि अत्र स्थलमेव समानं नास्ति, समानस्थले नास्ति, केवलं समानकाल अस्ति। परन्तु समानस्थल नास्ति, अतः अन्यत्र अन्यत्र लब्धावकाशयोः एकत्र प्राप्तिः तुल्यबलविरोधः इत्यनेन तुल्यबलविरोधः न भवति। समानस्थल अभावात् अपवादस्य अपि प्रश्नः नास्ति, इत्युक्ते समानस्थलं नास्ति आयोग ई तथा ई योग अन् स्थल भेदः अस्ति, अतः समानस्थल अभावात् अपवादस्य अपि प्रश्नः न भवति। अतः न तु तुल्यबलविरोधः, न तु अपवादभूतत्वम्। अतः परिभाषा पूर्वपरनित्यन्तरङ्ग अपवादानाम् उत्तरोत्तरं बलीयः इत्यपरिभाषयापि इति परिभाषयापि साक्षात् निर्णयं कर्तुं न शक्यते। अस्तु भगिनि, अग्रे पठामि वा? आमां, बहु सम्यक् भगिनि, समीचीनम् इति अत्र विषयः अस्ति, सम्यक्तया प्रतिपादयति। इत्युक्ते आयोगः ईयोगः अन् इति स्थितौ आटश्च इनोयन् इति द्वयोः अपि प्रसक्तिः अस्ति। आटश्च इति तु सन्धिकार्यम् अस्ति, इणोयन् इति तु अङ्गकार्यम् अस्ति। तर्हि अत्र वस्तुतः आटश्च इत्यस्य कार्यस्थलं भिन्नम्, इणोयन् इत्यस्य कार्यस्थलं भिन्नम्, अतः तत्र तुल्यबलविरोधः अस्ति इत्यपि वक्तुं न शक्यते। द्वयोः अपि अन्यत्र अन्यत्र लब्धावकाशः अस्ति वा इति वयं परिशीलयामः चेत् तुल्यबलविरोधः अस्ति वा न वा इति ज्ञातुं शक्नुमः। परन्तु तदर्थं कार्यस्थलं समानं भवेत्। ई आटश्च इत्यस्य कार्यं तु आयोगः ई इति स्थलम् अस्ति, इणोयण् इत्यस्य कार्यस्थलम् ई योगः अन् अजादिप्रत्यये परे ई इत्यस्य यणादेशः, अतः कार्यस्थलं समानं नास्ति इति कृत्वा तत्र तुल्यबलविरोधः इत्यपि वक्तुं न शक्नुमः। अतः अन्यत्र अन्यत्र लब्धावकाशयोरेकत्र प्राप्ति तुल्यबलविरोधः इत्याधारीकृत्य विप्रतिषेधे परं कार्यम् इति आधारीकृत्य इणोयण् इत्येव कार्यं स्यात् इत्यपि वक्तुं न शक्नुमः। तर्हि अत्र तत्र पूर्वसूत्रस्य अपेक्षया परसूत्रम् इति वक्तुं न शक्नुमः, नित्यसूत्रम् इत्यपि वक्तुं न शक्नुमः, अन्तरङ्गसूत्रम् इति वक्तुं न शक्नुमः, अपवादसूत्रम् इति वक्तुं न शक्नुमः। इदानीं नित्यसूत्रम् इति वक्तुं शक्यते वा? किं सरस्वती भगिनी? नित्यसूत्रम् इत्युक्ते यदि वयम् आटश्च अनेन सूत्रं कार्यं कुर्मः तर्हि आयोग ई अत्र ऐ भवति, ऐ भूत्वा ऐ ईकारस्य स्थाने एव अस्ति, तर्हि इणोयण् अपि कर्तुं इणोयन् अस्य प्रसक्तिः तदा न भवति, प्रसक्तिः अस्ति परन्तु कार्यं न कर्तुं शक्नुमः यतोहि ईकार एव नास्ति। परन्तु अतः नित्य, परन्तु यदि वयम् इणोयण् पूर्वं कुर्मः तर्हि इकारस्य स्थाने यकार आगच्छति, तर्हि आटश्च अस्य प्रसक्तिः न भवति, तर्हि नित्यसूत्रस्य अपि नास्ति अत्र। अत्र कृताकृतप्रसङ्गविधिः इति वक्तुं शक्यते वा? कृताकृतप्रसङ्गविधिः, तस्य विषये न जानामि भगिनि। इत्युक्ते एकस्य कार्यानन्तरम् अन्यस्य कार्यं भवितुम् अर्हति इति वक्तुं शक्यते वा? आं, तत्तु चतुर्थः षष्ठ अध्यायस्य चतुर्थः पादे अस्ति, अतः अभीय न अभीय इति न अभीयन् तत्र पश्यतु, इत्युक्ते आटश्च इत्यस्य कार्यानन्तरम् इणोयण् इति भवति वा? आयोग ई तर्हि ऐ भवति, तर्हि ई नास्ति एव, तर्हि इणोयण् कथं कार्यं कर्तुं न शक्नोति? न शक्नोति। एवम् अत्र इणोयण् इत्यनेन यणादेशः भवति चेत् आटश्च कार्यं कर्तुं शक्नोति वा? न, तर्हि य आगच्छति, तर्हि आयोग य अपि कार्यं कर्तुं, तत्र आटश्च अस्य कार्यं नास्ति, यतोहि अच् अपि नास्ति तदनन्तरं। हा हा, सत्यं। तर्हि तदर्थम् अत्र नित्यसूत्रम् इति अपि वक्तुं न शक्यते खलु? न शक्नुमः इति अस्ति विषयः, इति विषयः अस्ति, सम्यक्। तर्हि अत्र परिभाषायाः प्रयोगः नास्ति, इत्युक्ते तादृशस्थलमपि आयाति यत्र परिभाषायाः प्रयोगः न भवति खलु, यथा अत्र अन्यत्र अन्यत्र लब्धावकाशयोः इत्यपि न भवति, पूर्वपरनित्यन्तरङ्ग इत्यपि न भवति इति तादृशस्थलम् अत्र अस्ति. अस्तु, समीचीनं. तर्हि अग्रे किञ्चित् अग्रे मीना भगिनी पठति वा? वदामि भगिनि. किन्तु इह कश्चन नूतनप्रसिद्धान्तः आनेतव्यः. इन् धातु विषयकतया प्रतिपदोक्तं व्याकरणशास्त्रे प्रतिपदम् इत्युक्ते यत्र साक्षात् नाम्ना आह्वानं भवति. प्रतिपदम् इत्यनेन नामग्रहणम्. अस्मिन् सिद्धान्ते शीघ्र अवस्थितकत्वेन बीजं. यदा एकः छात्रः आगच्छतु इत्यनेन कश्चन छात्रम् आह्वानं शक्नुमः. चैत्र आगच्छतु इत्यपि रीत्या आह्वानं शक्नुमः. उभयत्र छात्रस्य आह्वानं. कश्चन छात्रः आगच्छतु इत्यस्य अपेक्षया चैत्र आगच्छतु इत्यनेन शीघ्रं प्रवृत्तिः प्रवृत्तिर्भवति. कुतः इति चेत् तस्य वाचकपदं प्रतिपदम् इत्युक्तं प्रतिपदोक्तं छात्रत्वात् चिह्नः यः कोऽपि छात्रः भवितुम् अर्हति. किन्तु चैत्रत्वम् आगच्छ इत्यनेन विशेषतया तस्य वाचकं यत् पदं तस्य विशिष्टोच्चारणात् प्रतिपदोक्तं भवति. कश्चन छात्रः आगच्छतु इत्यस्य कथनेन अहं न अन्यः कश्चन छात्रः स्यात् इति शङ्कातः शीघ्रम् उपस्थितिः न भवति. किन्तु चैत्र आगच्छति इत्यस्य कथनेन विलम्बः न भवति, अपि तु शीघ्रोपस्थितिः भवति. अत्र नूतन सिद्धान्तः अस्ति. तदा आगस्ट् इतो इनो एन् इति उक्तं प्रथमं, तत्र निर्णयार्थं न शक्यम् अभवत्. तस्मात् अत्र नूतनसिद्धान्तः भवति प्रतिपदोक्तम् इति नूतनसिद्धान्तं. तत्र प्रतिपदोक्तम् इत्युक्ते तत्र पदेन आह्वानं, प्रतिपदेन आह्वानं नामग्रहणं भवति. उदाहरणं दत्तं तत्र, यदा छात्रः आगच्छतु इति इत्युक्ते कस्मिन्नपि कोऽपि छात्रः आगन्तुं शक्यं. तत्र छात्रः आगमनं शीघ्रं न भवति. यदा किञ्चित् किमर्थं चेत्ते छात्रेषु अहं न अन्यः न इति स्यात् शङ्का भवति, शीघ्रं कार्यं न भवति. परन्तु यदा नामेन उक्तमस्ति चैत्र आगच्छ इति आह्वानं करोति चेत् तत्र तत्र कश्चन छात्रः इति उक्तं. कश्चन छात्र कोऽपि छात्रः इति अपेक्षया अस्य छात्रः चैत्र आगच्छति इति नामकरेण उक्तम् अस्ति चेत् शीघ्रमेव कार्यं भवतु. तत् वाचकपदेन प्रतिपदोक्तम् इति उक्तं तत्र. तत्र कोऽपि छात्रः भवितुं न अर्हति. तत्र एकः छात्र नाम्ना आह्वानं कृतं. तस्मात् सः छात्रः एव शीघ्रमेव आगच्छति. तस्मात् विलम्बः न भवति. शीघ्रमेव कार्यं भवितुं शक्यं. तदेव तादृशमेव प्रतिपदोक्तम् इति विषयमस्ति. हा, समीचीनं भगिनि, सम्यक्. इत्युक्ते अत्र प्रतिपदोक्तम् इति अत्र विषयसिद्धान्तः अस्ति, प्रतिपदोक्तत्वं. तर्हि प्रतिपदोक्तत्वम् इत्युक्ते किम् इति चेत्, प्रतिपदम् उच्चार्य किमपि कार्यं क्रियते. तस्य सरलम् उदाहरणमस्ति, दशछात्राः सन्ति, प्रत्येकं छात्रस्य एकं नाम वर्तते. यदि वयं वदामः अत्र छात्राः आगच्छन्तु इति वदामः अथवा छात्रः आगच्छतु इति वदामः चेत् क्षम्यतां छात्रः आगच्छतु इति वदामः चेत् तर्हि तदानीं भ्रमः भवति दशछात्राः सन्ति तेषु कः केन आगन्तव्यम् इति न ज्ञायते परन्तु यदि नाम्ना आह्वानं क्रियते यथा चैत्रः आगच्छतु अथवा मैत्रः आगच्छतु इति नाम्ना आह्वानं कुर्मः तदानीं स्पष्टता भवति केन आगन्तव्यम् इति स्पष्टता भवति इति कृत्वा प्रतिपदोक्तम् इति वयं वदामः तत्र छात्रत्व अवच्छिन्न यः कोऽपि छात्रः भवितुमर्हति छात्रः इति वदामः चेत् यः कोऽपि भवितुमर्हति परन्तु किन्तु चैत्रम् इति चैत्रः आगच्छतु इति वदामः चेत् स्पष्टता भवति शीघ्रतया उपस्थितिः भवति इति एवम् अत्र दत्तमस्ति ओके तर्हि अग्रे गच्छामः वा इदानीम् अग्रे शोभा भगिनी पठतु आं भगिनि प्रतिपदं पदं पदं प्रतिपदं तन्मात्रवृत्तिधर्मविशिष्टं पदम् इति वीप्सया तत् पदमात्रवृत्तिधर्मपुरस्कारवैशिष्टम् अस्तु पुनः तत् पदमात्रवृत्तिधर्मपुरस्कारवैशिष्ट्यम् इति तत् पदमात्रवृत्तिधर्मपुरस्कारेण ग्रहणं यत्र तत् प्रतिपदम् इति उच्यते तदनुकूलव्यवच्छिन्नतया नाम इति अर्थः गृह्यते यथा इणो यण् इत्यनेन यणादेशः प्रतिपदोक्तः इको यणचि इत्यनेन यणादेशः लाक्षणिकः एरनेकाचो असंयोगपूर्वस्य इत्यनेन अपि यणादेशः लाक्षणिकः अस्तु तावत् वदनीयं वा भगिनि कृतम् अग्रे पठानि वा भगिनि तर्हि तत्र प्रतिपदं पदं पदं प्रतिपदम् इति भवति इत्युक्ते तत्र तन्मात्रवृत्तिधर्मविशिष्टं पदम् इति तत्र तन्मात्र इत्युक्ते भगिनी पठितवती वा किञ्चित् आरम्भं कृतवती भगिनी किन्तु पुनः पठामि तत्र तत्र लाक्षणिकः इति तत्र परिच्छेदः समाप्तः अग्रे पठनीयं वा किञ्चित् इतिवत् अत्र प्रकृतौ इणो यण् इति न तत्र यद् पठितं तद् एकवारं प्रतिपादयित्वा अग्रे गच्छतु अस्तु तर्हि तत्र प्रतिपदं पदं पदं प्रतिपदम् इति तस्य किं विवरणं भवति तन्मात्रवृत्तिधर्मविशिष्टं पदम् इति तत्र तत् मात्र वृत्तिधर्मविशिष्टं पदम् इति पदस्य विच्छेदनम् इत्युक्ते वीप्सया तत् पदमात्रवृत्तिधर्म पुरस्कारवैशिष्ट्यम् इत्युक्ते तत्र तत्पदमात्र वृत्तिधर्मपुरस्कारेण ग्रहणं यत्र तत् प्रतिपदम् इति उच्यते इत्युक्ते तत्र तत्पदमात्रवृत्तिः धर्मः इत्युक्ते तत्र किञ्चित् विशेष अथवा असाधारण गुणः अस्ति तस्मिन् पदे इति मया अवगतं तेन तत्र तत्पदमात्रवृत्तिधर्म इत्युक्ते तस्य यत् कार्यमस्ति वृत्तिः अस्ति तद् पदमात्रवृत्तिः अस्ति तस्य धर्मपुरस्कारवैशिष्ट्यम् इति तत्र अवगतम् अपि च तेन तत्पदमात्रवृत्तिधर्मपुरस्कारेण ग्रहणं यत्र तत् प्रतिपदम् इति उच्यते ग्रहणं यत्र इत्युक्ते तत्र इदानीं द्वयोः तत्र त्रीणि सूत्राणि दत्तानि अग्रे तदनुकूलव्यवच्छिन्नतया नाम इति अर्थः गृह्यते. तदनुकूलव्यवच्छिन्नतया नाम इति अर्थः गृह्यते यथा इणो यण् इत्यनेन यणादेशः प्रतिपदोक्तः. अस्तु, इदानीं तत्र पूर्वम् अस्माभिः दृष्टम् इणो यण् इति प्रयोगेन तत्र इण् धातोः एव नाम स्वीकृत्य इण् धातोः एव प्रसक्तिः भवति. यणादेशः यत् कुत्र भवेत् इत्युक्ते इण् इति धातोः इकारस्य स्थाने यण् आदेशः भवेत् इति स्पष्टता भवति तत्र. तत्र प्रतिपदोक्तः भवति यतोहि इदानीं तत्र तन्मात्रवृत्तिधर्मविशिष्टम् इति तत्र योजयामः चेत् इण् इति धातोः धर्मः अन्यत्र न लभ्यते. तत्र इण् इण् त्वम् इति उक्तं तस्मिन् समये तद् इण् त्वम् अन्यत्र कुत्रापि न लभ्यते. इण् धातोः एव अस्ति, अतः एतदेव इण् धातोः अस्ति, अतः तत्र प्रतिपदोक्तः इति भवति. यथा तत्र छात्रः आगच्छतु इत्यनेन प्रतिपदोक्तः न भवति, यतोहि शीघ्र औस्थितिकत्वमेव बीजं तस्य इति उक्तम् उपरि. किन्तु तत्र चैत्र आगच्छतु इत्यनेन इणो यण् इति समानम् इत्यस्य समान अर्थः भवति तत्र. चैत्र एव आगच्छतु इति तत्र शीघ्रावस्थं भवति. अतः इको यणचि इत्यनेन यण् आदेशः लाक्षणिकः इति उक्तः. इकः स्थाने यण् अचि परे इति स्वीकुर्मः चेत् तत्र यत्र इक् वर्णः अस्ति अपि च अच् वर्णः परे अस्ति तदा इकारस्य स्थाने यण् आदेशः भवति इति जानीमः. तत्र यकारः आदेशः भवति. तर्हि तत्र अनेके प्रसङ्गाः भवन्ति यत्र इको यणचि इत्यस्य कार्यं भवति. अतः लाक्षणिकः इत्युक्ते यत्र यत्र इक् वर्णः अस्ति तस्मात् परम् अच् वर्णः अस्ति तत्र इकः यण् भवति इति लाक्षणिकः आदेश लाक्षणिकः तस्य लक्षणं भवति इति. तथा एव एरनेकाचो संयोगपूर्वस्य इति सूत्रम् इत्यनेन अपि यणादेशः भवति. एरनेक अच्छ किं तत्र अच्छः असंयोगपूर्वस्य इति तस्मिन् प्रसङ्गे अपि तत्र सूत्रं द्रष्टव्यं भगिनि. किन्तु एरनेक तत्र अना इति भवेत् तत्र इति मन्ये. एरनेक एहे एहे अनेकाचः असंयोगपूर्वस्य. अस्तु एहे अस्तु एहे अनेकाः अनेक आचः असंयोगपूर्वस्य. अस्तु, तर्हि तत्र यत्र ए इति भवति असंयोगपूर्वस्य असंयोगपूर्वस्य ए इति भवति. तर्हि तत्र अनेक आचः आदेशरूपेण भवितुम् अर्हन्ति इति अवगच्छामि. तत्र इत्यनेन तत्र पुनः अनेके प्रसङ्गाः भवितुम् अर्हन्ति यत्र अस्य सूत्रस्य कार्यमपि भवति इति. तथा तदपि लाक्षणिकः इति भवति इत्युक्ते तत्र प्रतिपदोक्तः इत्युक्ते तत्र किं विशिष्टं यत्र एकः शीघ्रं कार्यं भवति, विशिष्टं कार्यमस्ति, अपि च तत्र कोऽपि शङ्कायाः प्रसङ्गः नास्ति इति भवति, अपि च तावदेव अस्ति तत्र. खलु भगिनि तत्र विशेषविषयः हा तन्मात्रवृत्तिधर्मविशिष्टं पदम् इति प्रतिपदम् इति अस्माभिः वर्तते. प्रतिपदम् इति अत्र कीदृशसमासः? तत्र पदं प्रतिपदम् इति उक्तं. प्रति प्रतिपदं पदं पदं प्रति इत्युक्ते न जानामि भगिनि पदं अव्ययीभावसमासः प्रतिपदमिति अव्ययीभावसमासः अस्तु प्रतिगृहम् एवं प्रतिपदम् इत्युक्ते हा अस्तु प्रतिपदम् तर्हि अत्र इत्युक्ते प्रतिपदम् इत्युक्ते तस्मिन् पदे यः विशिष्टः धर्मः अस्ति तम् आधारीकृत्य किमपि क्रियते अत्र यथा इणो यण् इत्यत्र अत्र य इण् इति पदं साक्षात् उक्तं खलु तत्र विशिष्टः धर्मः इन् त्वम् इति धर्मः वर्तते तादृशधर्मं स्वीकृत्य इण इणः यण् इति उक्तम् इत्युक्ते इकः यण् इति नास्ति इकः यण् इति वदति चेत् तदानीम् इक् इति प्रत्याहारः तत्र बहवः वर्णाः सन्ति तेषु कश्चन वर्णः भवितुमर्हति इणो यण् इति इकः यण् इति वदामः चेत् परन्तु अत्र इणो यण् इति उक्तमस्ति इण् इति धातुः वर्तते तस्य तस्मिन् धातौ इण्त्वम् इति विशिष्टः धर्मः वर्तते तम् आधारीकृत्य अत्र साक्षात् उच्चारणम् अस्ति इणः यण् इति परन्तु तस्यापेक्षया तर्हि इणोयण् इत्यत्र प्रतिपदोक्तत्वम् अस्ति प्रतिपदम् उच्चार्य उक्तमस्ति परन्तु इकोयणचि इति वयं पश्यामः चेत् तत्र लक्षणमेव कृतमस्ति लक्षणं कृतमस्ति एवम् इक् इक् वर्णः अस्ति तस्यानन्तरम् अच्वर्णः अस्ति चेत् इकः स्थाने यणादेशः भवति इति लक्षणमेव उक्तमस्ति एतादृशसन्दर्भेषु एवं भवति इत्युक्ते कुत्र भवति इति अस्माभिः परिशीलनीयम् ओ एवमस्ति वा एवमस्ति वा एवमस्ति वा इति परिशीलनीयं तदेव लाक्षणिकः इति वदामः परन्तु इणोयन् इत्यत्र परिशीलनस्य आवश्यकता नास्ति इण् अस्ति चेत् साक्षात् यणादेशः भवति अचि परे तावदेव इति कृत्वा झटिति उपस्थितिः तत्र भवति एवं वयं पश्यामः चेत् एरनेकाचु असंयोगपूर्वस्य इत्यत्रापि एहे इति इकारान्तधातुरूपि अङ्गम् अपि च अनेकाचपि अस्ति असंयोगपूर्व इकारः अपि अस्ति तदानीं यणादेशः भवति अजादिप्रत्यये परे अत्रापि लाक्षणिकः अस्ति यः कोऽपि इकारान्तधातुः भवितुमर्हति यः अनेकाच् अस्ति अपि च असंयोगपूर्वः अपि अस्ति इति कृत्वा कुत्र भवति इति अत्र सूक्ष्मे सूत्रे लक्षणमेव कृतम् इति कृत्वा अत्र प्रतिपदोक्तत्वं नास्ति इकोयणचि इत्यत्रापि प्रतिपदोक्तत्वं नास्ति केवलम् इणोयण् इत्यत्र प्रतिपदोक्तत्वम् अस्ति इकोयणचि अपि च एरनेकाचो असंयोगपूर्वस्य उभयत्र केवलं लक्षणमेव उक्तमस्ति इति भेदः अस्ति किमर्थम् एवम् अत्र उच्यमानमस्ति इति चेत् अग्रे वयं पश्यामः लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव बलम् अधिकं भवति इति कृत्वा अत्र इत्युक्ते त्रिषु सूत्रेषु अपि यणादेशः एव त्रिषु सूत्रेषु अपि यणादेशः एव तर्हि अत्र इणो यण् इण् धातोः विषये अत्र एकः एव अच्वर्णः अस्ति अतः एरनेकाचु असंयोगपूर्वस्य इत्यस्य प्रसङ्गः नास्ति अत्र इणो यण् इत्यस्य प्रसङ्गः अस्ति अथवा इको एणचि इत्यस्य प्रसङ्गः भवितुमर्हति तर्हि इको एणचि इति लाक्षणिकम् अस्ति वर्णकार्यमस्ति इणोयण् इति तु प्रतिपदोक्तत्वम् अस्ति इति कृत्वा वयं द्रष्टुं शक्नुमः इणोयण् इत्यस्य अधिकं बलं भवति इति अस्तु भगिनि अग्रे पठतु अस्तु इतिवत् अत्र प्रकृतौ इणोयण् इत्यनेन इण् धातोरेव यण् आदेशो विधीयते यस्य कस्यापि यण् आदेशः इति न किन्तु आटश्च इत्यनेन आडागमात् यस्मिन् कस्मिन्नपि अचीपरे पूर्वपरयोः वृद्धिरेकादेशो भवति अतः प्रतिपदोक्तस्य ग्रहणेन आटश्च इत्यस्य अपेक्षया इणो यण् इत्यस्य शीघ्रोपस्थितिः हा तर्हि तत्र इणो यण् इति इदा तत् इण् धातोः एव यण् आदेशः अतः तत्र शीघ्रमेव उपस्थितिः भवति अपि च आटश्च इति स्वीकुर्मः चेत् तत्र आडागमात् यस्मिन् कस्मिन्नपि अचिपरे पूर्वपरयोः वृद्धि एकादेशः भवति इत्युक्ते तत्र यत्र आडागम यस्मिन् कस्मिन्नपि अचिपरे तत्र इत्युक्ते तत्र आडागमः आटश्च इति किं तत्र आडजादीनाम् इत्यस्मात् परम् आगच्छति अपि च तत्र पूर्वपरयोः वृद्धिः भवति तत्र केवलं किं तत्र एकस्मिन्नेव परिस्थित्याम् इति न, आडागमः भवति यस् तदनन्तरं यस्मिन् कस्मिन् अपि अचीपरे पूर्वपरयोः वृद्धिरेकादेशः भवति, अतः प्रतिपदोक्तस्य ग्रहणेन आटश्च इत्यस्य अपेक्षया इणो यण् इत्यस्य शीघ्र उपस्थितिः भवति इति तत्र तदेव उदाहरणं स्वीकृत्य उक्तमस्ति भगिनि. प्रतिपदोक्तः आटश्च इति न भवितुम् अर्हति इति, यतोहि पुनः तत्र अनेके प्रसङ्गाः आगच्छन्ति इति इत्यतः. समीचीनम्. इत्युक्ते अत्र आटश्च इत्यस्य अपेक्षया इणो एण् इति सूत्रं सूत्रे एव प्रतिपदोक्तत्वं वर्तते. आटश्च इत्यत्र इति सूत्रं लाक्षणिकः अस्ति इति कृत्वा, हा इति एकं रीत्या वयं वक्तुं शक्नुमः. अन्यत् रीत्या वक्तव्यं चेत् कथं वदामः? सामान्यरीत्या इदानीं प्रतिपदोक्तत्वम् इति मास्तु, तर्हि सामान्यतया कथं वदामः अत्र आटश्च अपि च इणो एण् अनयोः सम्बन्धः? तत्र सम्बन्धः इत्युक्ते तत्र एतद् भवति तुल्यबलविरोधः तत्सर्वम् इच्छति वा तत्र, अथवा तुल्यबलविरोधः इति तत्तु दृष्टं, यत् अत्र तुल्यबलविरोधः नास्ति इति दृष्टं. तदपि विहाय अन्यत् वक्तव्यं चेत् तत्र इणो यण् इति आटश्च तत्र लावस्थायाम् अपि च तिङ्गवस्थायाम् इति दृष्टवन्तः खलु. न, अत्र आटश्च इत्यत्र लावस्था इति किमपि नास्ति. आडाजादीनाम् इत्यत्र एव लावस्था इति अस्ति. अङ्गकार्यं, हा सत्यं सत्यम्, अङ्गकार्यं वर्णकार्यम् इति वक्तुं शक्नुमः. अङ्गकार्यम् अस्ति इणो यण्, आटश्च इति वर्णकार्यम्. आटश्च इति वर्ण, इणः, इणः यण् इति अङ्गकार्यं भवति, आटश्च इति वर्णकार्यम्. अस्तु सत्यम् इति अपि वक्तुं शक्नुमः. प्रतिपदोक्तत्वम् इति चिन्तनं नास्ति चेत् तथा वक्तुं शक्नुमः. अस्तु, नमस्ते भगिनी. तत्र परसूत्रम् इति अपि वक्तुं शक्यते वा? परसूत्रम् इति वक्तव्यं चेत् तदानीं तुल्यबलविरोधः इति वक्तव्यं, तत्तु नास्ति खलु अत्र. परसूत्रं वयं वदामः चेत् विप्रतिषेधे परं कार्यम् इति आयाति, तत्तु तुल्यबलविरोधः अस्ति चेदेव विप्रतिषेधे परं कार्यम् इति कृत्वा अत्र परसूत्रम् इति वदामः चेत् तुल्यबलविरोधः भवेत्, परन्तु अत्र नास्ति खलु, समानस्थले नास्ति इति कृत्वा तुल्यबलविरोधस्य चिन्तनं न कृतम्. अस्तु अस्तु, भवती अग्रे पठतु. अहं वा भगिनि? आमां, भवती एव. परिच्छेदद्वयं लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम् इति परिभाषायाः आधारेण प्रतिपदोक्तस्य बलवत्त्वम् इत्युच्यते. इयं परिभाषा सम्पूर्णरीत्या स्वीक्रियते चेत् तस्याः कार्यं प्रसङ्गश्च अन्यत्र, अतः अत्र तस्य समग्रप्रतिपादनं न दीयते, किन्तु सारांशः अस्ति यत् लक्षणस्य अपेक्षया प्रतिपदोक्तस्य ग्रहणं नाम बलवत्त्वम्. आटश्च इति सूत्रे निमित्तं लक्षणरूपेण एव दीयते. इणोयण् इति सूत्रे प्रतिपदोक्तत्वम् अस्ति. अत्र परिभाषा वर्तते लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणं, लक्षणम् अपि च प्रतिपदोक्तत्वम् इति सिद्धान्तद्वयं. तत्र प्रतिपदोक्तत्वम् एव बलवत् भवति इति कारणेन तस्य एव ग्रहणं भवति इति परिभाषा वदति. इयं परिभाषा सम्पूर्णरीत्या स्वीक्रियते चेत् तस्याः कार्यं प्रसङ्गश्च अन्यत्र. एतद् अहं न अवगच्छामि भगिनि. इयं परिभाषा सम्पूर्णरीत्या स्वीक्रियते चेत् तस्याः कार्यं प्रसङ्गश्च अन्यत्र. आ, लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव ग्रहणम् इति परिभाषायाः आधारेण प्रतिपदोक्तस्य बलवत्त्वम् इति उच्यते. इयं परिभाषा सम्पूर्णरीत्या स्वीक्रियते चेत् तस्य कार्यं प्रसङ्गः च अन्यत्र, अतः अत्र तस्य समग्रप्रतिपादनं न दीयते इति अस्ति. इत्युक्ते अत्र अन्यत्र लब्धावकाशः अस्ति परिभाषायाः. अन्यत्र लब्धावकाशः इति नास्ति. इत्युक्ते अस्मिन् प्रसङ्गे इयं परिभाषा न दत्ता, अन्यस्मिन् प्रसङ्गे इयं परिभाषा. इत्युक्ते इणोयन् इति प्रसङ्गे एव लक्षणप्रतिपदत्वयो प्रतिपदत्वस्य ग्रहणम् इति परिभाषा दत्ता वा इति चेत् न, अन्यत्र अन्यस्मिन् प्रसङ्गे इयं परिभाषा दत्ता, परन्तु अत्र प्रासङ्गिकम् इति कृत्वा अस्यापि विवरणं दत्तं. तर्हि तत्र सम्पूर्णविवरणम् अत्र न दत्तं. लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव ग्रहणम् इति सम्पूर्णविवरणं न दत्तं. केवलम् अत्र उक्तमस्ति, यतोहि अत्र लक्षणं नाम किं, प्रतिपदोक्तत्वं नाम किं, प्रतिपदोक्तस्य एव ग्रहणं नाम किम्, एतत् सर्वं विवरणीयं खलु अत्र परिभाषा इति उक्तं चेत्. तर्हि विवरणीयं परिभाषायाः अर्थः कः इति. तादृशविवरणम् अत्र न दत्तं, केवलम् अत्र उक्तं लक्षणं नाम इत्युक्ते लाक्षणिकं सूत्रं यदस्ति, इत्युक्ते लक्षणरूपेण यत् सूत्रमस्ति, अपि च प्रतिपदोक्तरूपेण यत् सूत्रमस्ति, अनयोः मध्ये यत् सूत्रं प्रतिपदोक्तत्वम् अस्ति, यस्मिन् सूत्रे प्रतिपदोक्तत्वम् अस्ति, तस्य एव बलमधिकं भवति, तस्य एव ग्रहणम् इति परिभाषायाः अर्थः. तादृशसम्पूर्णविवरणम् अत्र न दत्तं, केवलं सारांशरूपेण अत्र उक्तं यत् प्रतिपदोक्तस्य एव बलं भवति, अधिकं बलं भवति इति उक्तं. तर्हि आटश्च इति लक्षणरूपेण अस्ति, इणोयन् इति प्रतिपदोक्तम् अस्ति इति कृत्वा तस्य अधिकं बलं अग्रे पठानि वा? आम् पठतु. कुतः बलवत्त्वम् इति चेत् तस्य बुद्धौ शीघ्रम् उपस्थितिर्भवति, अनेन प्रतिपदोक्तं सर्वतो बलवत्, यत्र अपवादः इति साक्षात् वक्तुं न शक्यते तत्र विशिष्टत्वात् प्रतिपदोक्तत्वात् बलवत्त्वम् इति वदने सामर्थ्यम् ततः उच्यते यत् प्रतिपदोक्तम् अपवादसदृशम्, अपवादः बाधते तद्वत् प्रतिपदोक्तम् अपि बाधते. कुतः इति चेत् तस्य नामग्रहणपूर्वकविधिर् अस्ति, अनेन शीघ्रं प्रवृत्तिर्भवति. प्रतिपदोक्तत्वं बलवत् इति केन कारणेन उच्यते, यतोहि तत्र नामग्रहणम् अस्ति इति कृत्वा यस्य नाम उच्यते सूत्रे तस्य उपस्थितिः शीघ्रं भवति, अतः तस्य कार्यं पूर्वं भवति इति सिद्धान्तः. अतः प्रतिपदोक्तत्वं सर्वतः बलवत् इति वक्तुं शक्यते. यत्र अपवादः इति साक्षात् अत्र कार्यस्थलं द्वयोः सूत्रयोः समानं नास्ति, अतः पूर्वस्यां परिभाषायाः अत्र प्रसङ्गः न आगच्छति. पूर्वपरनित्य अन्तरङ्ग अपवादान् उत्तरोत्तरबलीयः इति परिभाषायाः अत्र प्रसङ्गः न भवति. अतः अपवादः इति प्रतिपदोक्तसूत्रस्य बलवत्त्वस्य कारणेन अपवादः इति उक्त्वा तस्य कार्यं भवति इति वक्तुं न शक्यते, परन्तु अस्य परिभाषा अस्याः परिभाषायाः प्रतिपदोक्तस्य बलवत्त्वम् इति लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम् इति परिभाषया प्रतिपदोक्तत्वम् एव बलवत् इति वक्तुं शक्यते. अतः अपवादसदृशप्रतिपदोक्तत्वम् इति वक्तुं शक्यते. अपवादः बाधते तद्वत् प्रतिपदोक्तत्वं प्रतिपदोक्तम् अपि अन्येषां सूत्राणां बाधते. केवलं तस्य कार्यमेव पूर्वं भवति यतोहि तस्य नामग्रहणं भवति पूर्वमेव. नामग्रहणं भवति चेत् तत्र शङ्कायाः स्थितिः न किम् अरैसिस् अरैसिस् कथं वक्तव्यं भगिनि? शङ्का न उद्भवति, शङ्का एव न उद्भवति नामग्रहणं सूत्रे अस्ति इति कृत्वा. अतः तस्य विधिः एव शीघ्रं प्रवर्तते. तस्य सूत्रस्य विधिः एव शीघ्रं प्रवर्तते. सम्यक् सम्यक् सम्यक् आम्. इत्युक्ते अत्र अन्यपरिभाषा इत्युक्ते प्रतिपदोक्तत्वम् इत्यस्य प्रयोगः कुत्र भवति इति चेत् यदा गत्यन्तरं नास्ति तदा, इत्युक्ते परिभाषायाः बलेन निर्णयः, इत्युक्ते अत्र प्रतिपदोक्तत्वमपि परिभाषा एव, तद् परिभाषा नास्ति इति न, परिभाषा एव, परन्तु तादृशपरिभाषायाः अपेक्षया अपि यदस्माकं सामान्यतया परिभाषा भवति पूर्वपरनित्यान्तरङ्गानाम् अपवाद नित्य अन्तरङ्ग अपवादानाम् उत्तरोत्तरं बलीयः इति या परिभाषा भवति तद् ताम् आधारीकृत्य एव सामान्यतया बलाबलचिन्तनं भवति. परन्तु यत्र तादृशपरिभाषायाः प्रयोगः न भवति तदानीं प्रतिपदोक्तस्य ग्रहणम् अस्माभिः क्रियते इति अत्र विषयः अस्ति. अस्तु तर्हि इदानीम् अग्रे सूर्यकुमारी भगिनी पठति वा? भगिनि अत्र क्षम्यताम्. अतः अत्र यद्यपि इनोयन् इत्यस्य कार्यस्थलम् आटस्य इति कार्यस्थलं कार्यस्थलात् भिन्नम् इति कारणतः तस्य अपवादभूतत्वम् इति वक्तुं न शक्यते. तथापि प्रतिपदोक्तत्वस्य बलेन बाधकत्वं तुल्यबलविरोधस्य अभावात् प्रतिपदोक्तत्वात् बाधकत्वम् इत्युच्यते. तर्हि प्रतिपदोक्तत्वस्य बलवत्वे इनोयन् इत्यस्य प्रतिपदोक्तत्वात् इन् धातु गृहीत्वा यन् आदेशः विधीयते. तत्र विवरणम् अस्ति प्रतिपदोक्तं तुल्यबलविरोधत्वं मध्ये भेदः इति दत्तमस्ति. इनोयन् इत्यस्य कार्यस्थलम् आटच्च इति कार्यस्थलं भिन्नं. तुल्यबलविरोधस्य विरोधस्य विषये कार्यस्थलं समानम्. तत्र प्रतिपदोक्तत्वात् बाधकत्वं भवति. तर्हि प्रतिपदोक्तत्वस्य बलवत् भवति. तत्कारणेन यत्र इनोयन् आटच्च सूत्रौ इनोयन् प्रतिपदोक्तं सूत्रे इनोयन् प्रतिपदोक्तस्य बलत्वेन इनोयन् प्रथमम् आगच्छति. तत्कारणेन इनोयन् प्रथमं तदनन्तरमेव आटच्च प्रवृत्ति अस्ति. समीचीनम्. अग्रे वाक्यमपि पठतु. आटच्च क्षम्यताम् आहत्य ई प्लस् लङ्लकारः आडजातीनाम् इत्यनेन आडागमः आ योगः ई योगः लङ् लङ्स्थाने तिङ् आदेशः भवति. आदेशः प्रथमपुरुषस्य बहुवचने सिद्धतिं प्रत्ययः अन् तत्र प्रकरणे प्रथमम् आ अनन्तरं धातु इ अनन्तरं तिङ्प्रत्ययस्य तिङ्प्रत्यय आदेशः अन् इनो एन् इत्यनेन यनादेशः तत्कारणेन ई स्थाने या आगच्छति आयोगः यकारयोगः अन् आटच् इत्यस्य अधुना प्रसङ्गो नास्ति तत्कारणेन रूपमस्ति आयन् प्रतिपदोक्तत्वात् इनोयन् प्रथमं कार्यं भवति तत्कारणेन आटच्य प्रसक्तिः एव नास्ति तत्र अचि नास्ति अल्वर्णः अस्ति तत्र इनोयन् एव बलवत् भवति प्रतिपदोक्तेन तत्कारणेन इनोयन् एव कार्यं भवति न तु आटच्य द्वयोः सूत्रयोर्मध्ये इनोयन् प्रथमं तदा आटच्य इति अभविष्यत् किन्तु तावत् प्रसङ्गो नास्येव आगमोत्तरस्य अचः अभावात् यदा पूर्वम् उक्तं तत्र अचि नास्ति आटच्य प्रसक्तः अपि नास्ति तदनन्तरम् आयोगः ईयोगः अन् अत्र आटच्य इनोयन् च द्वयोः प्रसक्तिः अत्र प्रतिपदोक्तत्वात् इनोयन् इत्युक्तं परन्तु अत्र वर्णात् अङ्गं बलीयः इत्यपि कार्यं करोति अत्र द्वयोः परस्परसमर्थनं द्वयोः कारणकथने न कोऽपि समस्या तत्र इनोयन् वर्णात् अङ्गं बलीयम् इत्ययोः समस्या नास्ति द्वयोः प्रसक्ति समानमेव तदर्थं इनोयन् प्रतिपदोक्तम् इत्यनेन अपि भवति वर्णात् अङ्गं बलीयः इत्यपि कार्यं भवति द्वयोः समर्थनमेव न तु विरोधः समीचीनं अस्तु भगिनी धन्यवादः तदेव स एव प्रश्नः पूर्वमपि कृतः मया इत्युक्ते अत्र प्रतिपदोक्तत्वम् इति न वदामः चेत् निर्णयः शक्यते वा इति चेत् इदानीं वारणादङ्गं बलीयः इति परिभाषया अपि निर्णयः शक्यते आटश्च इति वर्णकार्यम् इनोयन् अङ्गकार्यम् इति कृत्वा अङ्गकार्यस्य बलं भवति वा वर्णकार्यस्य अपेक्षया इति अपि वयं वक्तुं शक्नुमः इति उक्तं तस्य विवरणम् अग्रे अस्ति तत्र उमा भगिनी पठति वा वारणादङ्गं बलीयः वार्णादङ्गं बलीयः परिभाषा 55 वर्णस्य इदं वार्णम् वर्णं निमित्तीकृत्य जायमानं कार्यं वर्णसम्बन्धं वार्णम् अङ्गस्य इदम् आङ्गम् अङ्गनिमित्तिकं वा अङ्गोदिशिकं वा कार्यम् आङ्गम् अङ्गसम्बन्धम् आङ्गम् वर्णनिमित्तिककार्यापेक्षया अङ्गाधिकारस्य कार्यं वदति अत्र वर्णादङ्गं बलीयः इति परिभाषया अङ्गकार्यं बलवत् अस्ति वर्णकार्यस्य पक्षे पक्षे पदा नास्ति. अग्रे पठामि वा? हा हा, तर्हि अत्र वारणादङ्गं बलीयः इति परिभाषा अस्ति. किञ्चित् म्यूट् करोतु भगिनि. तर्हि अत्र वर्णस्य इदं वारणं, वर्णस्य इदं वारणम्, अङ्गस्य इदम् अङ्गम् इति अस्ति. वारणात् अङ्गं बलीयः इति उक्तम्. वङ्ग वर्णस्य इदम् इत्युक्ते वर्णनिमिति, वर्णं निमित्तीकृत्य इत्यर्थः. वर्णात् वर्णात् जायमानं कार्यं वारणम्, अङ्गे जायमानं कार्यम् अथवा अङ्गस्य कार्यम् अङ्गम्. वारणात् अङ्गं बलीयः इति अत्र उक्तमस्ति. अस्तु भगिनि, अग्रे पठतु. सामान्यचिन्तनम् वस्तुतः अत्र पक्षद्वयं वर्तते. एकस्मिन् पक्षे वियोगः लग् लावस्थायाम् आडजादीनाम् इत्यनेन आडागमः. ततः अग्रे यथोक्तम् अपरस्मिन् पक्षे वियोगः लङ् ई प्लस् जि अन्ति अन्ति अन् अन् तिनोयन् इत्यनेन अजादौ प्रत्यये परे एणादेशः प्लस् अन् असिद्ध असिद्धवस्त्राभात् इत्यनेन जनादेशस्य असिद्ध असिद्धत्वात् अजादित्वम् आश्रित्य आडजादीना इत्यनेन आडागमः. आयोगः ययोगः अन् आतश्च इत्यस्य अधुना प्रसङ्गो नास्ति. आयम् अत्र एकस्मिन् पक्षे वियोगः लङ् शुद्धावस्थायाम् आडजादीनाम् इत्यनेन आडागमः. अपरस्मिन् पक्षे वियोगः लङ् एकस्मिन् पक्षे वियोगः लङ् लावस्थायाम् आडजादीनाम् अपरस्मिन् पक्षे वियोगः लङ् इ प्लस् जि प्रथमे इति लावस्थायाम् आडजादीनाम् अपरस्मिन् पक्षे ईयोगः लन् इ प्लस् जि अन्ति अन्ति अन् अन् अन् इनोयन् इत्यनेन अजादौ प्रत्यये परे एणादेशः य प्लस् अन् असिद्ध असिद्धवदा असिद्धवद् असिद्धव असिद्ध असिद्धवदत्राभात् असिद्धवदत्राभात् इत्यनेन इणादेशस्य असिद्धत्वात् अजादित्वम् आश्रित्य आडजादीनाम् इत्यनेन आडागमः. आडागमः इत्यस्य अधुना प्रसङ्गो नास्ति. अत्र आडजादीनां सूत्रेण वियोगः लङ् लावस्थायाम् आगच्छति. अपरस्मिन् पक्षे वियोगः लङ् इ प्लस् जि अत्र अन्ति जि स्थाने अन्ति अन्तु अनु इत्यनेन अजादौ प्रत्यये परे एणादेशः. सो य प्लस् अनि इत्यनेन अहं तद्वदामि इत्यनेन जनादेशस्य असिद्धत्वात् अजादित्वम् अश्रित्य आडजादीनाम् इत्यनेन आड् आगमः आगच्छति आयोगः य प्लस् अन् आतस्य इत्यस्य अधुना प्रसङ्गो नास्ति आयन् इति एन्सि आगच्छति अस्तु भगिनि धन्यवादः. इदानीम् अत्र अन्य कोऽपि वक्तुमिच्छति वा तत्र किम् अरुणा भगिनी वदति वा किम् अवगतम् भगिनि किं वदने भगिनि अत्र यद् भगिन्या पठितं खलु तत्र कः अर्थः अत्र विवक्षितः इति वदतु एकवारम् ओके अत्र वयं पूर्वं पठितवन्तः वर्णसङ्गं वलेयः इत्यनेन अङ्गकार्यं इनोयन् एव कार्यं दं करोति. अधुना सामान्यचिन्तनम् अन्यपदमस्ति वस्तुतः अत्र पक्षद्वयं वर्तते. ओके इन् धातोः लङ् लकारे ला अवस्थायां अदाजादीनाम् इत्यनेन आडागमः भवति. तदनन्तरम् अपरस्मिन् पक्षे ई योगः लङ् अत्र लङ् स्थाने जि प्रत्ययः स्थाने अन्ति पदमपुरुष बहुवचनं मध्ये लोट्लकारे पदमपुरुष बहुवचनं लङ् लकारे अन् इति इनो यन् इत्यनेन अजादो प्रत्ययपरे यन् आदेशः भवति. कुत्र या योगः अन् अस्ति चेत् असिद्धवत् अत्राभात् इत्येन न अवगतं भगिनि असिद्धवत् अत्राभात् इत्यनेन येन आदेशस्य असिद्धत्वात् किमर्थम् असिद्धवत् अस्ति भगिनि हा अस्तु तर्हि ओके इत्युक्ते अत्र इत्युक्ते सा अत्र अत्र किम् उक्तम् अस्माभिः आदौ इति चेत् प्रथमतया आडाजादीनाम् इति सूत्रं तु लुङ्ग्लङ् रिङ्ग्सु आड् आगमः भवति अजादिधातुरूपे अङ्गम् अस्ति चेत् इति आड आड तत्र लावस्थायामेव तस्य कार्यं भवेत् इति सूत्रार्थः इति तत् स्वीकृत्य वयं पश्यामः चेत् प्रथमतया आड् आगमः भवति ततः अग्रे तर्हि आयोगः ई योगः आयोगः ई योगः अन् इति एवं भवति. इदानीं आतश्च भवति वा इणोयन् भवति वा इति चेत् इणोयन् एव प्रथमतया भवति यतोहि तद् अङ्गकार्यम् अस्ति वार्णादङ्गं बलीयः इति कृत्वा आयन् इति रूपं लभ्यते. परन्तु तत्र अन्यः अपि पक्षः वर्तते. यद् इदानीं मया उक्तं तत्तु एकः पक्षः. इदानीम् अन्यः पक्षः अस्ति किम् इति चेत् अत्र आडजादीनाम् इति सूत्रं लावस्थायां नास्ति इति इत्युक्ते प्रथमतया ई योगः अन् धातुः अस्ति अन् इति प्रत्ययः अस्ति लङ्लकारस्य प्रत्ययः तर्हि साक्षात् अत्र एणोयन् इत्यस्य कार्यं भवति यतोहि आडागमः एव न जातः अतः आटश्च इत्यस्य प्रसङ्गः एव नास्ति. तर्हि य योगः अन् इति अस्ति. तर्हि इदानीं य इति अस्ति खलु आदौ धातुः आदौ तर्हि कथम् आडागमः भवति? आडागमः तु न भवति अत्र. आडागमः एव भवेत् यतोहि अजादिः नास्ति. तर्हि अयन् इति अनिष्टरूपापत्तिः भवति. अयन् इति रूपं न इष्टं तत्र. आयन् इति रूपम् अपेक्षितं. तर्हि तदर्थम् अत्र किम् उक्तम् इति चेत् अत्र एकं सूत्रमस्ति असिद्धवतत्राभात् इति सूत्रं. तस्य विवरणम् अग्रे दीयते. परन्तु तद् तु षष्ठाध्यायस्य चतुर्थपादे अस्ति. तस्मात् सूत्रात् आरभ्य षष्ठाध्यायस्य चतुर्थपादस्य अन्तपर्यन्तं अस्य सूत्रस्य अधिकारः अस्ति, आभीयकार्यम् इति वयं वदामः। तर्हि ईणो एन् इति सूत्रमपि असिद्धवदत्राभात् इत्यस्य अधिकारे अस्ति, यतोहि 6481 इति तु 6422 इत्यस्य अनन्तरम् अस्ति। एवं भगिनी अहं किञ्चित् म्यूट् करोमि भगिनि वाक्यम्। अपि च आडजादीनाम् इति सूत्रमपि आभीयकार्यं, 6472 इति तु 6422 इत्यस्य अनन्तरम् अस्ति इति कृत्वा तदपि आभीयकार्यम्। अतः सूत्रद्वयमपि आभीयकार्यम्। तर्हि आभीयकार्यम् इत्युक्ते किम् इति अस्माभिः अवगन्तव्यं, तस्य विवरणम् अग्रे दत्तमस्ति, तद्वयम् एकवारं पठामः। परन्तु आभीयकार्यं नाम यत्र एकं सूत्रमस्ति तस्मिन् अधिकारे, तत्सूत्रं किमपि आश्रित्य प्रवर्तते, किमपि निमित्तम् आश्रित्य प्रवर्तते, एवम् अन्यत् सूत्रमस्ति, एकस्य सूत्रस्य कार्यानन्तरम् अन्यत् सूत्रम् आयाति, अन्यस्य सूत्रस्य अपि प्रसङ्गः अस्ति, तदपि आभीयकार्यम् अस्ति, तदपि असिद्धवदत्राभात् इति अधिकारे वर्तते, तस्यापि समानाश्रयः वर्तते। पूर्वं यत् सूत्रम् उक्तं तस्य यः आश्रयः, तत् समानः आश्रयः द्वितीयसूत्रस्यापि भवति चेत् तदानीं प्रथमसूत्रस्य यद् कार्यम् अस्ति तत् कार्यं द्वितीयसूत्रेण द्रष्टुं न शक्यते। यथा अत्र ईयोगः अन् इत्यनेन इणोयन् इत्यस्य कार्यं यदा जायते तदानीं ययोगः अन् यकारः योगः अन् इति भवति। तर्हि इदानीम् तत्र आडजादीनाम् इत्यस्य प्रसङ्गः तु पूर्वम् आसीत् खलु, तर्हि इदानीम् आडजादीनाम् इति सूत्रमपि आभीयकार्ये आभीयकार्यम् एव अस्ति। तर्हि इदानीम् आडजादीनाम् इत्यस्य निमित्तम् अजादिधातुरूपी अङ्गं भवेत्, तत्तु य इति स्थाने एव यः इकारः अस्ति तदेव तस्य आश्रयः अस्ति। इणोयन् इति सूत्रस्यापि आश्रयः सः इकारः एव, यतोहि इकारस्य स्थाने एव यणादेशः जातः इति कृत्वा द्वयोः आश्रयः समानः अस्ति इति कृत्वा इणोयन् इति सूत्रेण यद् कार्यं कृतं तत् कार्यम् आडजादीनाम् इति सूत्रेण द्रष्टुं न शक्यते इति कृत्वा आडजादीनाम् इति सूत्रं केवलम् आयोगः इययोगः अन् इति एव पश्यति इति कृत्वा आडजादीनाम् क्षम्यताम् आयोगः ईयोगः अन् इति एव पश्यति आडजादीनाम् आयोगः ईयोगः अन् इत्युक्ते इणोयन् इत्यस्य कार्यं न पश्यति, अतः आयोगः ईयोगः अन् इति दृष्ट्वा न ईयोगः अन् इति दृष्ट्वा आडागमः तत्र भवति इति कृत्वा आयोगः ईयोगः अन् इति जायते। तत्पश्चात् आटश्च इत्यस्य प्रसङ्गः अस्ति, इणोयन् इत्यस्य अपि प्रसङ्गः अस्ति वा न वा इति तत्र चिन्तनीयम्। तर्हि अत्र आयोगः ययोगः अन् आयन् इति साक्षात् लभ्यते तत्र, यतोहि इणोयन् इत्यस्य कार्यं प्रथमतया जातं, प्रथमतया इत्युक्ते अत्र कार्यसिद्धं पूर्वत्र सिद्धम् इति अधिकारे कार्यसिद्धम् इति यदस्ति तादृशमेव अत्र अस्ति असिद्धवदत्राभात् इति। एकस्य कार्यानन्तरम् अन्यत् सूत्रं यदायाति तत् सूत्रं प्रथमसूत्रस्य कार्यं न पश्यति, यद्यपि कार्यं जातं तथापि तत् कार्यं न पश्यति इति कृत्वा द्वितीयसूत्रस्य कार्यमपि भवति। तर्हि इदानीं परन्तु प्रथमसूत्रेण कार्यं तु जातं, द्वितीयसूत्रस्यापि कार्यं जायते, अतः आयोगः ययोगः अन् आयन् इति साक्षात् लभ्यते, आटश्च इत्यस्य प्रसङ्गः एव न भवति तत्र। तर्हि किञ्चित् अग्रे पठामः तदानीं स्पष्टता आयाति। केवलं रूप पदमं पाडाजादीनां कार्यं करोति चेत् इणोयन् प्रथमम् इणोयन् कार्यं करोति चेत् आडाजादीनां कार्यं कर्तुं न शक्यते। किमर्थम् एतत् प्रियत् आडनन्तरं यकारः अस्ति न तत्स्वर्णः अस्ति रूपं न सिद्ध्यते तदेव भगिनि। इत्युक्ते इणोयन् इति प्रथमं कार्यं करोति चेत् यकारः योगः अन् इति भवति, तदानीम् आडजादीनाम् इत्यस्य प्रसङ्गः नास्ति, परन्तु सूत्रद्वयमपि आभीयकार्यं, सूत्रद्वयमपि असिद्धवदत्राभात् इति अधिकारे अस्ति इति कृत्वा द्वयोः आश्रयः अपि समानः इति कृत्वा इणोयन् इत्यनेन यद् कार्यं कृतं यणादेशः तत् कार्यम् आडाजादीनाम् इत्यनेन न दृश्यते. आडाजादीनां किं पश्यति इति चेत् ईयोगः अन् इत्येव पश्यति. इति कृत्वा आडागमः अपि भवति. आयोगः ययोगः अन् इति भवति. तदानीम् इदानीम् आटस्य इत्यस्य प्रसङ्गः एव नास्ति इति कृत्वा आयन् इति साक्षात् रूपं लभ्यते. ओके, भगिनि अचः परस्मिन् पूर्वविधौ इति परिभाषा स्थितिः अपि समानमासीत् खलु? इतः परस्मिन् पूर्व न एकस्य कार्यम् न न अत्र तु अचः परस्मिन् द्वयोः कार्यं भवति. सत्यं सत्यम्, अत्र द्वयोः कार्यं भवति. तत्र पूर्वविधौ न अचः परस्मिन् कत कतयोगः णिच् इति प्रसङ्गे अभवत् तद् एतद् न पश्यति. पश्यतु पश्यतु पश्यतु, कतयोगः णिच् इति प्रसङ्गे तकार उत्तरवर्ति अकारः अतो लोपः इत्यनेन तस्य लोपः जायते. कत् योगः णिच् अस्ति. इदानीं तत्र अत उपादायाः इत्यनेन कात् इति भवेत्, परन्तु तत्र यः अचादेशः लुप्तः सः स्थानिवद् भवति, तस्य लोपः न जातः इति भवति. अतः तत्र भिन्नमेव कार्यमस्ति, अत्र समानं नास्ति. येन केनापि सिद्धान्तः कृत्वा रूपसिद्धिः अत्र न अत्र पूर्वत्र सिद्धम् इति आधारेण यथा भवति तथा अत्रापि अत्र कतिचन सूत्राणि सन्ति षष्ठाध्यायस्य चतुर्थपादे, तत्र एवम् अपेक्षितमस्ति इति अत्र दत्तमस्ति. तावदेव. अस्तु, तर्हि किञ्चित् अग्रे पठामः, तेन स्पष्टता भवति. इदानीं किम् उषाभग्नि पठति वा? आं भगिनि. आडजादीनाम् इणोयण् इत्यनयोः कार्यम् आभीयकार्यम् असिद्धवत् अत्र अभात्. कमपि आश्रयम् अधिकृत्य आभीयकार्यम् द्वितीयं समान आश्रितम् आभीयकार्यं प्रति असिद्धं भवति. अधिकारसूत्रं भस्य इति अधिकारसूत्रेण भसंज्ञासम्बन्धकार्याणि भवन्ति षष्ठाध्यायस्य अन्तपर्यन्तम्. असिद्धवत् अत्र आभात् इत्यनेन 6423 इत्यस्मात् आरभ्य भस्य इत्यस्य अधिकारस्य अन्तपर्यन्तं 6417175 येषां कार्याणां नाम आभीयकार्यम्. असिद्धवत् अव्ययपदम् अत्र अव्ययपदम् आ अव्ययपदम् भात् पञ्चम्यन्तम् अनेकपदमिदं सूत्रम्. असिद्धवत् इत्युक्ते यथा न अजनिष्यत. असिद्धवत् इत्युक्ते यथा न अजनिष्यत. सूत्रस्य विधानं जातं, कार्यं च सिद्धं, किन्तु अनेन सूत्रेण द्वितीयसूत्रं प्रति प्रथमस्य कार्यं यथा न अभविष्यत् अतः असिद्धवत् इति उक्तम्. समान आश्रितं कार्यम् इति अर्थः समान आश्रितं कार्यम् इति अर्थः समान आश्रितं कार्यम् इति अर्थः उदेति अत्र इति अव्ययपदेन. अस्मिन् योगः त्रल् अत्र. अस्मिन् इत्यस्य सप्तमी अन्तेन अन्तत्वेन अस्मिन् इत्यस्य सप्तमी अन्तत्वेन निमित्तत्वम् इति आशयः. असिद्धवत् अत्र आभात् इति वयं पूर्वं दृष्टवन्तः. इणोयण् अपि च आडजादीनां द्वयोः सूत्रे अपि आभीयस् द्वयोः सूत्रयोः द्वयोः सूत्रयोः कार्याणि अपि आबीयस्थले स्तः तथा आबीयकार्यम् इति कथं वक्तव्यम् इति चेत् असिद्धवत् अत्र अभात् इति एकं सूत्रम् अस्ति. अत्र असिद्धवत् अत्र अभात् इति एकं कमपि आश्रयम् अतिकृत्य एकम् आशयम् अतिकृत्य आबीयकार्यम् अस्ति. द्वितीयं कार्यम् अपि समान आश्रितम् आबीयकार्यम् अस्ति अस्ति चेत् प्रथमसूत्रस्य कार्यं द्वितीयसूत्रेण आबीयं कार्यं प्रति असिद्धं भवति इति तत्सूत्रं वदति. प्रथम द्वयोः सूत्रयोः समान आश्रयं भवति, समान आश्रयम् अधिकृत्य एव कार्यं भवति. परन्तु प्रथमसूत्रस्य कार्यं द्वितीयसूत्रस्य कार्ये द्वितीयसूत्रेण न दृश्यते इति असिद्धवत् अत्र अभात् इति सूत्रस्य सूत्रं वदति. भस्य इति अधिकारसूत्रम् अस्ति. भस्य इति भसंज्ञासम्बन्धकार्याणि यत्र भवन्ति इति अस्ति. भस्य इति अधिकारसूत्रेण भसंज्ञासम्बन्धकार्याणि भवन्ति षष्ठाध्यायस्य अन्तपर्यन्तं. षष्ठाध्याय असिद्धवत् अत्र अभात् अपि षष्ठाध्यायस्य चतुर्थपादे अस्ति. भस्य इति अधिकारसूत्रमपि अस्ति षष्ठाध्याये चतुर्थपादे, परन्तु 64129 असिद्धवत् अत्र अभात् इत्यनेन 64123 इत्यस्मात् आरभ्य भस्य इत्यस्य अधिकारस्य अन्तपर्यन्तं भस्य इति सूत्रं भस्य इति सूत्रस्य अधिकारः 64175 पर्यन्तम् अस्ति. सो असिद्धवत् अत्र आभात् इति 64123 असिद्धवत् अत्र आभात् इति 64122 असिद्धवत् अत्र आभात् इत्यस्य सूत्रस्य कार्यं 64123 इत्यस्मात् आरभ्य बस्य इत्यस्य अन्तपर्यन्तं 64175 इति सूत्राणां कृते आभीयकार्यम् इति अस्ति. असिद्धवत् अत्र आभात् इत्यस्य स्कोप् असिद्ध लब्धावकाशः इति वा भगिनि, असिद्धवत् अत्र आभात् इति इत्यस्य स्कोप् बस्य इत्यस्य अन्तपर्यन्तम् इति आभीयकार्यम् इति उच्यते. असिद्धवत् इति अव्ययपदम्, अत्र अपि अव्ययपदम्, आ अव्ययपदं भात् अव्ययपदं भात् अपि भात् पञ्चमी अन्तम् अनेकपदमितं सूत्रम्. असिद्धवत् इत्युक्ते यथा न अजनिष्यत, असिद्धवत् न दृश्यते इत्यपि न जनिष्यते न जनिष् द कार्यम् अस्मिन् भिन्न अजनिष्यत यथा न अजनिष्यत. असिद्धवत् इत्युक्ते यथा न अजनिष्यत इति सूत्रस्य विधानं जातं. कार्यमपि सिद्धं, किन्तु प्रथमसूत्रस्य कार्यं द्वितीयसूत्रं प्रति न दृष्टं, द्वितीयसूत्रेण न दृष्टम् इति वक्तुं शक्यते. प्रथमसूत्रस्य कार्यं यथा न अजनिष्यत द्वितीयसूत्रेण दृष्ट्या इति वक्तुं शक्यते. द्वितीयसूत्रेण प्रति प्रथमस्य कार्यं यथा न अभविष्यत् अतः असिद्धवत् इति उक्तम्. असिद्धवत् इत्यस्य इत्यस्य लक्षणम् अस्ति यथा न अजनिष्यत, यथा कार्यं असिफ् नाट् डन् असिफ् नाट् इति समान आश्रितं कार्यम् इति अर्थः उदेति अत्र इति अव्ययपदेन. समान आश्रितं कार्यम् इति अर्थः उदे अत्र इति दिस् सेक्षन् अत्र इति अव्ययपदेन 64123 इत्यस्मात् भस्य इत्यस्य अधिकारस्य अन्तपर्यन्तम् इति अत्र इति अव्ययपदेन जातम्. अस्मिन् योगः त्रल् इति अत्र अस्मिन् इत्यस्य सप्तमी अन्तत्वेन निमित्तत्वम् इति आशयः अस्मिन् इति इन् दिस् सेक्षन् ओके. सूत्रं स्वयं सम्पूर्णम् असिद्धवत् अत्र आभात्. अत्र इणोयन् इत्यपि बस्य अधिकारे इणोयन् इति असिद्धवत् अत्र आभात् अधः अस्ति. अपि च आडजादीनामपि असिद्धवत् अत्र आभात् अधः अस्ति इत्यनेन द्वयोः सूत्रयोः अपि आबीयकार्य भवन्ति. आबीयकार्यम् इत्युक्ते इणोयन् इति प्रथमसूत्रं 6481 आडजादीन् 64 आडजादीनाम् इति प्रथमसूत्रम्, इणोयन् इति 6481 द्वयोः सूत्रयोः मध्ये समान आशयं भवति. यतोहि इणोयन् इति इण् धातोः कृते भवति, इणोयन् इति इण् धातोः कृते यण् आदेशः भवति इति अस्ति. ई योगः अन् इति स्थिते आडजादीनाम् अपि ई धाति ई आश्रयम् ई दा ई इति आड् अजादि धातोः कृते कार्यम् अस्ति इत्यनेन ई एव आश्रयं भवति. परन्तु प्रथमम् इणोयण् इति कार्यम् अस्ति चेत् यतोहि ई योगः अन् इति स्थिते ई योगः अण् इति स्थिते इणोयन् इति प्रथमं कार्यं करोति चेत् ई योगः अन् यकारः ई स्थाने यकारः ययोगः अन् इति भवति. ययोगः अन् इति इत्यस्य यकारस्य जातं न जातम् इव अस्ति आडजादीनां दृष्ट्या. यतोहि आडजादीनाम् इति सूत्रं द्वितीयं कार्यं करोति चेत् आडजादीनाम् इति सूत्रेण यकारः न जातं. यतोहि द्वयोः सूत्रमपि आबीयकार्ये अस्ति इत्यनेन आबीयस्थले अस्ति इत्यनेन द्वितीयसूत्रेण यद्यपि आशयः समानम् अस्ति, समान आश्रयम् अस्ति चेत् एव आबीयकार्यम् इति वक्तुं शक्नुमः. परन्तु द्वितीय सूत्रेण प्रथमसूत्रस्य यत् प्रथमसूत्रेण यत् कार्यं क्रियते तत् कार्यं न दृश्यते इति असिद्धवत् अत्र आभात् इति. सम्यक् भगिनि, समीचीनं. तर्हि अत्र किं विजयभगिनी किम् अवगतं वदति वा असिद्धवत् अत्र आभात् इत्यत्र अस्ति वा विजयभगिनी? अस्मि महोदय, नमस्कारः. नमस्कारः, किम् अवगतं वदतु. अत्र असिद्धवत् अत्र आभात् इति अस्ति. अत्र आश्रयम् अधिकृत्य एव आबीयकार्यम् अत्र कार्यं द्वे स्तः अत्र आबीयकार्यम् अनन्तरं द्वितीयकार्यम् इति अस्ति. अत्र आबीयकार्यम् अत्र असिद्धं भवति इति. अत्र उदाहरणरूपेण वयं स्वीकुर्मः चेत् तत्र इणोयन् इति 81 अस्ति. अत्र एक षष्टिः अस्ति. आडजादीनाम् इति तु षष्टमध्ये सूत्रम् एकाशीतिः एकाशीतिः इदानीं षष्टम अध्याये चतुर्थपादे द्विसप्ततिः इति सूत्रेण सूत्रस्य प्रसक्तिः अत्र आबीयकार्यप्राप्तिः असिद्धं भवति इत्युक्ते अत्र इणोयन् एव अत्र असिद्धं न. इदानीम् अत्र द्वयोः सूत्रयोः आबीयकार्यमेव खलु? सूत्रद्वयमपि आबीयकार्यम्. आम् षष्टम अध्याये चतुर्थपादे एव तिष्ठति. अत्र इदानीमत्र असिद्धवत् अत्र बा अत्र आभात् इति सूत्रेण अत्र द्विविंशतिः आरभ्य एक अग्रिमसूत्र एव अत्र पर्यन्तम् त्री अन्तपर्यन्तं षष्ठाध्यायस्य अन्तपर्यन्तम् अन्तपर्यन्तम् अत्र किम् आरभ्य बस्य इत्यस्य 6422 इति आरभ्य षष्ठाध्यायस्य चतुर्थपादस्य अन्तपर्यन्तम् अन्तिमपर्यन्तमपि आरभ्य तेषां कार्याणां नाम आबीयकार्यमिति भवति अत्र न परन्तु अत्र अत्र आबीयकार्यम् इति किम् अस्ति अत्र कथम् आबीयकार्यं केवलम् अधिकारे अस्ति चेत् पर्याप्तं वा किम् अपेक्षितम् आबिकार्ये आबीयकार्यम् इति निर्णयार्थम् अत्र द्वितीयसूत्रं प्रति प्रथमसूत्रस्य कार्यं न भवति इति एतदेव अत्र पर्याप्तं नास्ति तावत् इति न इत्युक्ते अत्र अत्र उक्तं खलु कमपि आश्रयम् अधिकृत्य इत्युक्ते एकम् आबीयकार्यम् अस्ति तस्य आश्रयः अस्ति इत्युक्ते आश्रयः निमित्तं भवितुमर्हति अथवा स्थानी भवितुमर्हति तर्हि एकस्य सूत्रस्य तत्र कमपि आश्रयः आश्रयः वर्तते द्वितीयसूत्रस्यापि समान आश्रयः वर्तते तदानीं प्रथमसूत्रेण यत् कार्यं कृतं तत् कार्यं द्वितीयसूत्रेण न दृश्यते तत् कार्यम् असिद्धं भवति द्वितीयसूत्रस्य कृते इति अभियकारं अत्र समान आश्रितम् इति किम् अत्र सूचयति समान आश्रय इत्युक्ते समानः स्थानी अथवा समानं निमित्तं द्वयोः सूत्रयोः निमित्तं समानं भवेत् अथवा स्थानी समानः भवेत् यथा अत्र ईयोगः अन् इति स्थितौ ई एव तत्र ई एव स्थानी अस्ति खलु इणोयन् इत्यस्य कार्य इत्यस्य कार्यार्थम् ई एव स्थानी अस्ति आडजादीनाम् इत्यस्य कार्यार्थम् ई इति अपेक्षितमस्ति निमित्तरूपेण अपेक्षितमस्ति खलु ई इति अपेक्षितमस्ति यतोहि आडागमः भवति यदा अजादी धातुरूपी अङ्गम् अस्ति ई इति तत्र निमित्तमस्ति इति कृत्वा द्वयोः आश्रयः ई इति एव अस्ति आश्रये एकस्य तु स्थानीरूपेण अस्ति अन्यस्य तु निमित्तरूपेण अस्ति अतः द्वयोः आश्रयः समानः अस्ति चेत् प्रथमतया इणोयन् इत्यस्य कार्यं भवति चेत् तत् कार्यम् असिद्धं भवति द्वितीयसूत्रस्य कृते आडजादीनाम् इति सूत्रस्य कृते असिद्धं भवति इत्युक्ते कार्यं न जातम् इव भवति अतः आडजादीनाम् ईयोगः अन् इति एव पश्यति इति कृत्वा आडागमः भवति आयोगः ईयोगः अन् इति जायते आं भवति इदानीमेव उक्तम् अधुना भगिन्याः एतदेव अत्र अस्तु महोदय तर्हि अस्य विषये पुनः अग्रिमे सप्ताहे अपि पठिष्यामः परन्तु अत्र समयः अतीतः कोऽपि प्रश्नः अत्र नास्ति भवति अत्र इतोपि अत्र सिद्धवत् अत्र इति एकवारं पठनीयमेव अग्रिमवारं अस्तु तर्हि अत्र स्थगनं कुर्मः धन्यवादः नमस्कारः धन्यवादः नमस्कारः धन्यवादः नमस्कारः